पद्मपुराणं खण्डं 7 क्रियाखण्डम् अध्यायं 9 जैमिनिरुवाच भूय एव गुरो ब्रूहि गङ्गामाहात्म्यमुत्तमं गङ्गाकथामृदं पातुं माधुर्यात् पुनरिष्यते व्यास उवाच तदप्यहं ब्रवीमि त्वां गङ्गाभक्तो यदो भवान् तौ पादौ सफलौ नृणां जाह्नवीतडगामिनौ गङ्गाकल्लोलनिनदश्राविणौ श्रवणौ चदौ सा जिह्वाया च जानादिस्वादुभेदं तदम्भसः ते नेत्रे जाह्नवी चारुतरङ्गदर्शने च दे तल्ललाडमिति प्रोक्तं गङ्गामृत्पुण्ड्रधारियद तौ हस्तौ जाह्नवीतीरे हरिपूजापरायणौ शरीरं सफलं तच्च विमले जाह्नवी जले पदिदं तद्विजश्रेष्ठचतुर्वर्गफलप्रदं स्वर्गस्थाः पितरः सर्वे गच्छन्तो जाह्नवीतटे संदृश्य हृष्टाशंसन्ति वदन्त इति जैमिने तत्पुण्यं कृतमस्माभिः सद्गतिप्राप्तये पुरा भविष्यत्यक्षयं तच्च यदः पुत्रोऽयमीदृशः अनेन गाङ्गैसलिलैर्वयं सम्प्रति तर्पिताः यास्यामः परमं धाम दुर्लभं यत्सुरैरपि गङ्गायां यानि द्रव्याणि दास्यत्यस्माकमात्मजः अस्मभ्यं तानि सर्वाणि भविष्यन्त्यक्षयाणि वै नरकस्ताश्च पितरः सर्वदुःखसमन्विताः वदं दीदिसुदं दृष्ट्वा गच्छन्तं जाह्नवीतटम् कृतानि यानि पापानि नरकक्लेशदानि वै यास्यन्ति संक्षयं तानि पुत्रस्यापि प्रसादतः विमुक्ता नरकक्लेशैर्वयं सर्वे सुदुःसहैः अथ पुत्रप्रसादेन यास्यामः परमां गतिम् यात्रां विधाय यो मर्त्यो गृहं मोहान्निवर्तते निराशाः पितरस्तस्य यान्ति सर्वे यथा गदाः आमिषं मैथुनं चैव दोलामश्वं गजं तथा उपानहं चादपत्रम् गङ्गायात्रा सुवर्जयेत् अध्वश्रमोद्भवं दुःखं दुष्करं न हि मन्यते गृहे पद्मसुखं तत्र गङ्गास्नाने स्मरेन्न च असत्यभाषणं चैव पाखण्डसङ्गमेव च द्विर्भोजनं च कलहम् गङ्गायात्रा सुवर्जयेद परनिन्दां च लोभं च गर्वं चक्रोधमत्सरौ अत्यन्तहास्यशोकं च गङ्गायात्रासु वर्जयेद मं च सुप्तमिवात्मानं चिन्तयेत् भूमिशायिनम् गङ्गानाम सुनामानि वदेद् गच्छन् जनःपथि माहात्म्यं जाह्नवी देव्या सर्वपापप्रणाशनं सुखदं मोक्षदं चैव कथयन् पथि गच्छति गङ्गे देवि जगन्मातर्देहि सन्दर्शनं मम वचोभिः कोमलैरेभिः कुर्याच्छ्रमनिवारणम् हा कथं सदनं त्यक्तमागतं वा कथं मया श्रमैरिति वदेद्यस्तु पूर्णं तत्फलं न हि क्व पर्यङ्घ क्व मे पत्नी क्व च मे च सुहृद्गृहम् स्वपामि प्रान्तरे भूमौ कथं वाहं समागतः धनधान्यादिवस्तूनां का गतिर्वा गृहे मम कियद्भिर्दिवसैर्भूयो गमिष्याम्यहमालयम् इति चिन्ताकुलाये च पथि गच्छन्ति मानवाः गङ्गास्नानफलं तेषां सम्पूर्णं न भवेद्विज गङ्गे गन्तुं प्रतीतीरे यात्रेयं विहिता तव निर्विघ्नां सिद्धिमाप्नोमि त्वत्प्रसादात् सरिद्वरे इमं मन्त्रं समुच्चार्य यात्राकाले विशेषतः हर्षितो निलयाद्गच्छेद्वैष्णवै सहजैमिने नादिवेगेन गन्तव्यं न तथा च शनैः शनैः गङ्गायात्रासु कर्तव्यं नान्यत् कर्म विचक्षणैः गङ्गातीरे प्रयागेदु वाणिज्यप्रमुखानि च कार्याणि कुरुते यस्तु तत्पुण्यार्थं विनश्यति जन्मजन्मार्जितं पापं स्वल्पं वा यदि वा बहु गङ्गादेवी प्रसादेन सर्वं मे यास्यदिक्षयम् इत्युक्त्वा परमप्रीदः प्राज्ञो गङ्गातटं व्रजेद दृष्ट्वा च मातरं गङ्गामिमं मन्त्रमुदीरयेद् अद्य मे सफलं जन्म जीवितं च सुजीवितं साक्षात् ब्रह्मस्वरूपां त्वामपश्यमिति चक्षुषा देवि त्वद्दर्शनादेव महापादकिनो मम विनष्टमभवत्पापं जन्मकोटिसमुद्भवम् इत्युक्त्वा सकलं देहं निपात्य पृथिवीतले प्रणमे जाह्नवीं देवीं भक्तिभावसमन्वितः तदस्रोतस्समीपे च बद्धाञ्जलिरिमं पुनः पठेन्मन्त्रं भक्तिभावै सुप्रीतो द्विजसत्तम गङ्गे देवि जगद्धात्रिपादाभ्यां सलिलं तव स्पृशामीत्यपराधं मे प्रसन्ना क्षन्तुमर्हसि स्वर्गारोहणसोपानं त्वदीयमुदकं शुभे अध स्पृशामि पादाभ्यां गङ्गे देवि नमो नमः तदस्तु मस्तके धृत्वा गाङ्गेयं वारिभक्तिदः स्नानार्थं प्रविशेत् स्रोतः प्राज्ञो गङ्गेदिकीर्तयन् त्वत्कर्दमैरधिस्निग्धैः सर्वपापप्रणाशनैः मया संलिप्यते गात्रं माधर्मे हरपादकं गङ्गाकर्दमलिप्ताङ्गो गङ्गा गङ्गेदिकीर्तयन् सर्वकल्मषनाशिन्यां गङ्गायां स्नानमाचरेत् भूयः पूर्वोक्तमन्त्रेण गृहीत्वा मृत्तिकां ततः वक्ष्यमाणेन मन्त्रेण भक्तिदस्नानमाचरेद ब्रह्मस्वरूपे हे गङ्गे स्नानमाचर्यदे मया त्वदीये निर्मले तोये यथोक्तफलदा भव ततो निजच्छया विप्रगङ्गायां लोकमादरि स्नानं समाचरेत्प्राज्ञो गङ्गानारायणं स्मरन् एवं स्नात्वादु गङ्गायां गात्रं वस्त्रेण मार्जयेद् परिधेयाम्बराम्बूनि गङ्गास्रोतसि न त्यजेद् न दन्तधावनं कुर्यात् गङ्गागर्भे विचक्षणः कुर्याच्चेन्मोहदः पुण्यं न गङ्गास्नानजं लभेद प्रभातेऽन्यत्र तां कृत्वा दन्तकाष्ठादिकक्रियां रात्रिवासं परित्यज्य गङ्गायां स्नानमाचरेद् बाह्यभूमि मगत्वा यो गङ्गायां स्नानमाचरेत् गङ्गास्नानफलं सोऽपि सम्पूर्णं च लभेन्न हि स्नात्वा च गङ्गामृत्पुण्ड्रं स्थाने स्थाने नयेद्बुधः तदस्थिरमनः कुर्याद्विधिना तर्पणादिकम् गाङ्गेयैरुदकैर्यस्तु कुरुदे पितृतर्पणं पितरस्तस्य तृप्यन्ति वर्षकोटिशतावधि गङ्गायां कुरुदे यस्तु पितृश्राद्धं द्विजोत्तम पितरस्तस्य तिष्ठन्ति सन्तुष्टास्त्रिदशालयम् समाप्य स्नानकर्माणि गङ्गायां समुपोषितः दानं देवार्चनं चैव जयोन्याश्च क्रियास्तथा कृतास्तु यास्तु गङ्गायां क्षयस्तासां न विद्यते समाप्य स्नानकर्माणि गङ्गायां समुपोषितः कृतपञ्चमहायज्ञो गङ्गापूजां समाचरेत् गङ्गायाः प्रतिमां देव्या श्रीविष्णोः प्रतिमां तदा नालिकेरोदकैर्दिव्यै स्नापयेद् भक्तितो बुधः जाह्नवीप्रतिमा भावान्नालिकेरोदकानि वै निक्षिपे जाह्नवीतो ये जाह्नवीं हृदि संस्मरन् दिव्यैर्गन्धैश्च दीपैश्च कृतपूर्णसमुज्ज्वलैः धूपैः सुवासितैश्चैव नानापुष्पमनोहरैः नानाफलैः सुपक्वैश्च नैवेद्यैरुत्तमास्तथा पाद्यार्खाचमनीयैश्च ताम्बूलैखादिरान्वितैः अन्यैरप्युपहारैश्च विशिष्टैर्निजभक्तितः स्तवैर्नाना च नैवेद्यैर्गङ्गां विष्णुं च पूजयेद् ततः सम्पूजितां देवीं विष्णुं च परमेश्वरम् अङ्गप्रदक्षिणां कुर्यात् भक्त्या वारत्रयम्बुधः अध स्थित्वा निराहारो परेहनि सरिद्वरे भोक्ष्यामि जह्नुतनये शरणं मे भवानखे एवं सङ्कल्प्य मधिमान् कर्मणा मनसा गिरा रात्रौ जागरणं कुर्याज्जिदनिद्रोदिहर्षितः अशक्रिया च द्विजश्रेष्ठफलाहारो भवेदधः अन्नमात्रं न भुञ्जीद न च कुर्याद्धि भोजनम् प्रादर्गङ्गां च विष्णुं च पुनरभ्यर्च्य जैमिने विप्राय दक्षिणां दद्याद्विभवस्यानुरूपदः अर्चनं जागरं चैव यत्कृतं पुरतस्तव अच्छिद्रमस्तु तत्सर्वं त्वत्प्रसादात् सरित्वरे इत्युक्त्वा तां नमस्कृत्य कृतकृत्य क्रियोद्विजः ततः स बन्धुभिः सार्धं पारणं स्वयमाचरेद तीर्थोपवासमेयं ह्यकृदे जाह्नवीतडे तस्य पुण्यफलं वत्स वदतो मे निशामय जन्मान्तरार्जितैः पापैर्विमुक्तो विष्णुरूपदृक् विष्णोः पुरं समासाद्य विष्णुना सह मोदते कल्पकोटिसहस्राणि कल्पकोटिशतानि च स्थित्वा विष्णुपुरं सर्वं सुखं भुङ्क्ते सुदुर्लभम् ततो नारायणादेशात् ब्रह्मलोकं स गच्छति ब्रह्मलोके सुखं भुङ्क्ते दुर्लभं यत्सुरैरपि तावत्कालं ब्रह्मलोके स्थित्वा ब्रह्मक्षयात् तदः महादेवं ततो गच्छेद्रथमारुह्य शोभनम् सुखं नानाविधं तत्र भुङ्क्तेत्यन्तसुदुर्लभं गाणपत्यमवाप्नोति किमन्यैर्बहुभाषितैः तावत्कालं शिवपुरे स्थित्वा वै पुण्यवान्नरः इन्द्रलोकं ततो गच्छेद्विदीय इव वासवः तेन पुण्यात्मना सार्धं वस्येदेकासने ततः तत्र भुक्त्वाखिलान् कामान् कल्पकोटिशदावधि सूर्यलोकं ततो गच्छेद्विदीय इव चन्द्रमाः तत्रा मृदानि भुङ्क्त्वा वै चिरं चन्द्रस्य सन्निधौ पुनरागत्य पृथिवीं चक्रवर्ती नृपो भवेद पालयित्वा चिरं पृथ्वीं जित्वा वै सकलान्नृपून् आयुष्योऽन्ते च गङ्गायां सुखं मृत्युमवाप्नुयाद भूयस्स एवमारुह्य विमानं सुमहायशाः पुरं भगवतो यादि दैवतैरपि दुर्लभं तत्र भुक्त्वाखिलान् भोगान् मन्वन्तरचतुष्टयं परमं ज्ञानमासाद्य दुर्लभं मोक्षमाप्नुयाद जाह्नवी तीरयात्रायां दैवाद्यस्य भवेत्पथि पञ्चतासोऽपि परमं धाम गच्छेन्न संशयः सत्यधर्मो नाम राजा धार्मिकश्च प्रियं वदः त्रेधाद्वापरसन्धौ च बभूवक्षितिमण्डले विजया नाम महिषी तस्य भूमिपतेरभूद सुन्दरी शीलयुक्ता स पदि सेवापरायणाः सप्तवर्षसहस्राणि भुक्त्वा वसुमदीमिमाम् कदाचित् प्राप्तकालोऽसौ सतारः पञ्चतां गदः तदो यमभटैर्बद्धौ दम्पती तौ भयङ्करौ दुःखप्रदेन मार्गेण जग्मदुर्यममन्दिरं तौ दृष्ट्वा धर्मराजोऽपि चित्रगुप्तमुवाचः यथयोः सर्वकर्माणि चित्रगुप्तविचारय तेनाज्ञस्तश्चित्रगुप्तस्तयोः कर्माणि जैमिने मूलाद्विचारयामास प्राह चेदि कृताञ्जलि चित्रगुप्त उवाच यदयोः सकलं कर्म शृणु राजन्वदाम्यहं शुभं वाप्यशुभं कर्म यदेताभ्यां कृतं भुवि किञ्चिदस्यानयोपायं वदामि तदहं शृणु एकदा त्रासिदो व्याघ्रैः कश्चिदेघो मृगः प्रभो वनाजीवनरक्षार्थमागतोऽस्य सभां प्रति तमायान्दं समालोक्य भूयोऽयं प्राप्तकौतुकः जखने स्वयमुद्धाय खड्गेन तरसा मृगं जखानः मृगं राजा शरणागतमप्युमुं तस्मात् सदारो भूपोऽयं दण्डनीयस्त्वया प्रभो यावन्ति तस्य रोमाणि संस्थितानि कलेवरे मन्वन्तरसहस्राणि मन्वन्तरशतानि च कोटिकोटिकुलैर्युक्ता नारकी स्यान्न संशयः शरणागतरक्षां यः प्राणैरपि धनैरपि आयुषोन्दे व्रजन्मोक्षं योगिनामपि दुर्लभं यमाज्ञया ततो दूधैः सदारोऽसौ महीपतिः असिपत्रवने कोरे स्थापितोऽत्यन्तदुःखदे असितुल्यानि पत्राणि यतस्तेषां च शाकिनाम् असिपत्रवनं प्राहुरधस्तद्वै मनीषिणः स्थित्वासि पत्रविविने युगकोटिशतानि च सदारो नरकं भेजे व्याघ्रभक्ष्याह्वयं ततः निरयं तं प्रविशति सर्वोपद्रवसंयुधं भवेच्च भक्ष्यो व्याघ्रेण व्याघ्रभक्ष्यस्तदस्मृदः युगकोटि सहस्राणि स्थित्वा तत्र स भूपतिः सदारोजनि पापान्दे भेगयोनिं गदः क्षिदौ जातिस्मरौ तदस्तौ तु भेगी भेगौ सुदुःखितौ तीरे तस्ततुरे कस्मिन् सततं कीडभोजिनौ अधैकदा तेन वधा पुण्याहं प्राप्य मानवाः गच्छन्ति जाह्नवीतीरं तांस्तौ ददृशदुर्द्विज भेग उवाच वर्षाभिमोहाद्यत्सर्वं पापं कर्म कृतं मया अद्यापि कर्मणा तेन दुःखमावां न मुञ्चति त्यक्त्वा शरीरं गङ्गायां मुक्ता स्युः पापिनोऽपि च तदाप्येवंविधं दुःखमनुभूयावहे कथं गङ्गायां त्यक्तुमिच्छामि सम्प्रत्येदत्कलेवरं कायुक्तिर्ब्रूहि तां कान्ते तिदीर्षुर्दुःखसागरं वर्ष्वाग्वि तद्वजः श्रुत्वा प्राहेदि विनयान्विता वर्षाभ्युवाच दुःखं न शक्यते सोढुं स्वामिन्ने ददृदं कुरु तदस्तौ दम्पती विप्रस्मृत्वा गङ्गां शुभप्रदां सहसा चक्रतुर्यात्रां मरणायोपहर्षितौ अधैतौ पथि गच्छन्तौ चिरकालं बुभुक्षितौ अपश्यत्पापकृक्ष्वोढकालसर्पो भयङ्करः कालसर्प उवाच दर्दुरौ पापिनौ येधा प्राप्तकालौ युवां तदः अधनूनं भक्षितव्यौ क्षुधितेन मया युवां तदस्तावदि सन्त्रस्थौ दम्पती दुःखभागिनौ इत्युच दुर्वचो भक्त्या कालसर्पं पुरोगतं नास्ति मृत्युभयं सर्पस्वल्पमव्यावयोर्हृदि अह मासं पुरा राजा सत्यधर्माह्वयः क्षिदौ इयं च विजया नाम महिषी संस्थिता मम मया दुरात्मना मोहान्निदशरणं गतः तेनैव कर्मणा भुक्तं चिरं दुःखं यमालये भोक्तुं स्वकर्मणशेषं भेगयोनौ स्त्रिया सह सोऽहं यादोऽस्मि पापेन कृतं कर्म न मुञ्चति सत्यमावां जिगमिषु परमं धामपन्नग प्रजावो जाह्नवीतीरं शरीरत्यागहेतवे त्यजा विवेकदां सर्प नरकक्लेशदायिनीम् आवां संखाद्य भवदो भविष्यदि सुखं कियद आवयोर्हृदये विष्णुस्तवापि हृदये हरिः अद एव त्वया सार्धं शत्रुताका भुजङ्गम प्राणिहिंसा न कर्तव्या कदापि च विचक्षणैः क्रियतेऽपि च तद्धिंसां विदधाति स्वयं विधिः आयुः पुत्रश्च दाराश्च सम्पदश्च यशांसि च हिंसां दत्त्वा मनुष्याणां हरेद्दुष्टो विधिस्वयं किं जभैः किं तपोभिर्वा किं दानैः किमुचाध्वरैः हिंसेदि वर्णद्विदयं यस्यास्ति हृदये सदा यः प्राणिहिंसको मर्त्य स एव हरिहिंसकः सर्वप्राणिशरीरस्थो भगवान् कमलापदिः आत्मानं बहुधा सृष्ट्वा भगवान् भूतभावनः संसारकौतुकागारे क्रीडे चिशुरिव स्वयं शरीरिणः शरीरं हि निलयः परमात्मनः परमात्मा स्वयं विष्णुरदो हिंसां विवर्जयेद परप्राणविनाशेन चात्मतुष्टिर्विधीयते क्षणं स्यादात्मनस्तुष्टिरन्यस्य प्राणसंक्षयः चरित्रमेदल्लोकानामत्यद्भुतमिव क्षिधौ आत्मतृप्तिं प्रकुर्वन्ति परं हत्वादियत्नदः धीमानात्मपरिज्ञानं कदाचित् कुरुते न हि अहं विष्णुरसौ विष्णुरिति चेदसि भावयेद परदुःखेन यो दुःखी सुखी यश्च परश्रिया संसारेऽस्मिन् स विज्ञेयसाक्षादेव हरिस्वयं दिगस्तु तत्सुखं नृणां मोहवञ्चितचेतसां परहिंसाविधानेन सुखं यत्स्याद्भुजङ्गम सुखानि वापि दुःखानि दीयन्ते यानि चन्दवे अचिरेणैव तानि स्म लभन्ते भुवि मानवाः तस्माद्धिंसां परित्यज्य भुजङ्गमसुखी भव त्वयि प्रसन्ने गच्छावः पारं दुःखमहो दधेहे सर्प उवाच यदा स्यात् परहिंसायां नूनं मे नादिपादकं तदा कथमहो सृष्ठै वेधसा भक्ष्य भक्षकौ परहिंसा न कर्तव्या सत्यमेदत्वयोदिदं किन्तु सर्वेषु भक्त्येषु हिंसा सम्भाव्यते न हि नारायणो विश्वरूपः सत्यमेदन्न संशयः भक्ष्यभक्षकसंयुक्तं स्वयमेव ससर्जः सृजति स्वयमात्मानमात्मानं रक्षति स्वयम् आत्मानं स्वयमेवाति सृष्टिरेवं विधा हरेः शक्तोऽहं किं युवां हन्तुं कालरूपी स्वयं विधिः सम्प्रति प्रेक्षयामास कार्येऽस्मिन् मां स्वयं हरिः युवां ससर्जयो देवो यश्च रक्षति वां सदा कालरूपी स एवाद्य हन्दिहेतुं विधाय मां व्यास उवाच ततस्तेन भुजङ्गेन भक्षितौ तौ च दम्पती गङ्गा गङ्गेदि जल्पन्दौ महत्या क्षुधया पथि जाह्नवीधीरयात्रायां पादे पादे जनाविमौ अश्वमेधाख्ययज्ञानां प्राप्तवन्तौ महाफलं तस्मादेनौ महात्मानौ बह्वश्वमेधधारिणौ येदयोः सदृशो नास्ति शतक्रदुरहं यदः निजाधिकारेणैवान्यमवलम्ब्य पुरन्दरः अर्घ्यहस्तः पादजारी वृदो देवैः समाययौ अध रम्भोर्वशी चैव सुन्दर्योऽन्याश्च हर्षिताः अन्योन्यं कथयामासु निजयौवनगर्विताः अयं पुण्यात्मनं श्रेष्ठो रसज्ञोऽत्यन्तसुन्दरः आयातोमं करिष्यामि स्ववशं सेवितैः स्वकैः काचित् काञ्चित्वदत्येदज्जानामि सकलां कलां येद एव भविष्यामि कान्ताहमस्य भूपतेः काचित् काञ्चिदिति ब्रूयात् ते शक्रोऽपि वशो मम किमत्र चित्रं वशगो भूबालोऽयं भविष्यति भर्ता ममायं च पतिर्ममायं स्वामी ममायं मम नाथ एषः इदीव सर्वाः परमप्रमोदैर्वदन्ति नार्योऽखिल सद्गुणज्ञाः उच्चावचं विप्रनिशम्यदासं जगादकाचित् गुणिजी रजज्ञा सौदास्यकान्तां नृपदि स्वयं यां भजत्ययं किं कलहेन नार्यः सुन्दर्यस्तास्तदः सर्वा संत्यज्य कलहं द्विज आजग्मुर्हृदयोत्साहैः सर्वाभरणभूषितः अध तं नृपदि श्रेष्ठं सादरं गदकल्मषं पाद्याध्यै पूजयामासु प्राहेति च पुरन्दरः रथे निवेशयामास पुष्पके स्त्रीसमन्वितं भेरी मृदङ्गमधुरी डिण्डिमानकनिस्वनैः करकं कणनादैश्च करतालस्वनैस्तथा जयशब्दैश्च देवानां नाकशब्दमयो भवद देवाङ्गना चारुहस्तस्वेदचामर मारुतैः वीजिदः सरधारूढः सदारस्त्रिदिवं ययौ तदशक्रस्वयं तस्मै सत्यधर्माय भुभुजे दत्तवान्निजासनार्थं शुभे वैक्षय शङ्कया शक्रेण सह भूपोऽसौ वसन्नेकासने सदा शक्रत्वमकरोत् स्वर्गे केशवस्यानुकम्पया युगकोटिसहस्राणि दिवि भुक्त्वाखिलं सुखं रथमारुह्य वैकुण्ठं ययौ भगवदाज्ञया तत्र मन्वन्तरं भुक्त्वा सर्वभोगमनोरमं परमं ज्ञानमासाद्या सदारो मोक्षमाप्तवान् जाह्नवीधीरयात्रायां शरीरं त्यजधपथि फलमेवंविधं विप्रमया सर्वं मृगीर्तितं जाह्नवीधीरगमने मुनिभिस्तत्त्वदर्शिभिः न कालनियमः प्रोक्ता नारदाध्यायैर्महर्षिभिः यदा यदा द्विजश्रेष्ठ गङ्गायां स्नानमाचरेद तदा तदा क्षयं पुण्यं लभते मानवो ध्रुवं गङ्गा सर्वाणि पापानि नाशयन्तीति निश्चयः कुर्यात् पुनः पुनः पापं न च गङ्गा पुनादितं पापबुद्धिं परित्यज्य गङ्गायां लोकमातरि स्नानं कुरुत हे लोक यदि सद्गतिमिच्छद यत्पुण्यं गङ्गास्नानात्तु मानवानां भवेद्विज तत्पुण्यं प्राप्यते विप्रकर्मभिः कैसुदुस्तरैः आसाराणां भूमिरेणोः सङ्ख्यां कर्तुं तु शक्यते भागीरथी गुणस्तेन शक्या वक्तुं न च द्विज विचार्य सर्वशास्त्राणि त्वदीयानि मयोच्यते गङ्गाम्भसि स कृष्णात्वा मोक्षमाप्नोति मानवः स्नानं कूपजलेऽपि यस्तु कुरुदे गङ्गां विचिन्त्य प्रभुं देवानां सकलार्थशोकदुरिधत्रासौकविध्वंसिनीं मुक्तसोऽपि समस्तबाधकजय गोविप्रहत्यादिभिर्गच्छेद्विष्णुपुरं समस्तसुखदं गङ्गाप्रसादाद्विज इति श्रीपद्मपुराणे क्रियायोगसारे गङ्गामाहात्म्ये नवमोऽध्यायः ॐ